गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः सर्वेभ्यो नमस्कारः अस्तु न्यायवर्गे अद्य इदानीं पाठः जायमानः अस्ति संयोगस्य प्रसङ्गे किञ्चित् भेदः अपि च पृथक्त्वं भेदः इत्युक्ते अन्योन्याभावः पृथक्त्वम् इति कश्चन गुणः पृथक्त्वम् इति अन्यतमः गुणः आवश्यकः अस्ति वा इति प्रश्नः तत्र कियत् प्राप्तम् इति चेत् किन्तु अन्ततः अवयवे भेदः नास्ति चेत् अवयविनि भेदोऽपि न भवति इति ततः अद्य पठनीयमस्ति मुरळीमहोदय कृपया म्यूट् मध्ये भवतु महोदय अस्तु तर्हि बालसुब्रह्मण्यः भवान् आरब्धुमिच्छति वा किन्तु अन्ततः अवयवे प्राप्तं वा किन्तु पठामि महोदय पठतु पठतु महोदय किन्तु अन्ततः अवयवे भेदः नास्ति चेत् अवयविनि भेदो अपि न भवति अवयवभेदः कथं सिद्ध्यति अवयव न अवय अवयविभिन्नत्वात् अवयविभिन्नत्वात् अवयवभेदः कार्यवशात् कारणम् अनिमीयते घटः कार्यः पटः कार्यः द्वयोः कार्ययोः भिन्नत्वात् अवयवभेदः अनुमीयते अस्तु अस्मिन् परिच्छेदे एषः भिन्नपरिच्छेदः अस्ति तर्हि अस्मिन् परिच्छेदे मूलविषयं किम् अत्र अवयवे भेदः नास्ति चेत् अवयविनि अपि भेदः न भवति न विपरीततया उक्तं तत्र अवयवी भेदः अस्ति चेत् अवयवे भेदः भवेत् कारणात् कार्यमुत्पद्यते खलु अतः इदानीं कार्यं भिन्नमस्ति पटः इति कार्यम् अत्र चिन्तनं किमस्ति परमाणूनां मध्ये भेदः अस्ति वा न वा इति प्रश्नः खलु तत्र घटः कपालाय कपाले अस्ति कपालः कपालिकायाम् अस्ति इति अन्ततो गत्वा इदानीं सर्वे पार्थिवपदार्थाः पार्थिवपरमाणुषु वर्तन्ते इति अस्माभिः निश्चितं तर्हि पार्थिवपरमाणोः मध्ये भेदः अस्ति वा एते पार्थिवपरमाणवः घटपार्थिवपरमाणवः वा एते पटपार्थिवपरमाणवः वा इति प्रश्नः उदेति किन्तु तादृशं किमपि निश्चितं खलु तत्र ईश्वर इच्छानुसारमेव सर्वं भवति इति अस्माभिः अधीतम् इति एकम् ईश्वर इच्छानुसारेण एव कार्यं भवति इति अधीतं किन्तु इदानीम् अवयवे भेदः अस्ति इति कथं वा वक्तुं शक्यते परमाणूनां प्रत्यक्षं न भवति खलु अणुपरिमाणत्वात् प्रत्यक्षं न भवति तर्हि तत्र का गतिः इति चेत् अनुमानमेव गतिः नो चेत् तत्र सर्वे एकस्मिन् आश्रये सन्ति इति कृत्वा पृथगाश्रय आश्रितौ न भवति पृथगाश्रय आश्रितौ न भवति चेत् तयोः मध्ये संयोगः एव न भवति सर्वत्र समवायः एव भवितुमर्हति इति वक्तव्यं भवति अस्तु इति कृत्वा अत्र मुख्यविषयः वदतु महोदय तदेव दत्तं तत्र घटः अपि च पटः इति कार्यद्वयोः वयं पश्यामः चेत् द्वयोः वयं ज्ञातुं शक्नुमः ते भिन्नाः खलु तत्र पृथक्त्वं ते सेपरेट् अपि अस्ति पृथक्त्वमपि अस्ति तस्मिन् भेदः अपि अस्ति अतः वयम् अनुमानं कर्तुं शक्नुमः यत् द्वयोः परमाणवोः मध्ये अपि भेदः अस्ति अथवा पृथक्त्वम् अस्ति इति वयम् अनुमानं कर्तुं शक्नुमः कार्यं दृष्ट्वा. सत्यं, कार्यं घटः पटः द्वयमपि प्रत्यक्षेण ज्ञायते, तर्हि तयोः मध्ये पृथक्त्वं ज्ञायते, तयोः मध्ये भेदः अपि ज्ञायते इति कृत्वा यदि कारणं पृथक् नास्ति तर्हि कथं वा भिन्नभिन्नकार्यं भवितुमर्हति इत्यतः अनुमानेन कारणकारणे अवयवे भेदः वर्तते इति अनुमातुं शक्यते इति मुख्यविषयः. अस्तु, अग्रे महोदय, वासुरु महोदय. सो अवयवि भिन्नत्वात् अवयव भेदः, भिन्नः भिन्नः अवयव सन्ति चेत् भेदः अपि सन्ति अवयवे अवयवयोः. अवयविनि अवयविन्योः मध्ये भेदः वर्तते चेत् अवयवयोः मध्ये अपि भेदः भवेत् इति अनुमानम्. अस्तु, अग्रिमपरिच्छेदं पठतु. यावत् पर्यन्तं प्रत्यक्षेण दृश्यते अवयवाः भिन्नाः इति तावत्पर्यन्तं प्रत्यक्षं प्रमाणं भवितुम् अर्हति अवयवभेदार्थं. तदेव आश्रित्य अग्रे अनुमानप्रमाणेन साधयितुं शक्यते परमाणवः अपि भिन्नाः. घट आरम्भ आरम्भकपरमाणवः भिन्नाः, पटारम्भकपरमाणवः भिन्नाः इति कार्यवशात् कारणम् अनुमीयते इति सिद्धान्तात्. एतत् सर्वम् अवलम्ब्य यदि वदामः भेदो नास्ति स च अनुभवविरुद्धः यतोहि कार्यं भिन्नम् इति ज्ञायते अङ्गीक्रियते च, तद् आधारेण अवयवाः अपि भिन्नाः इति मन्तव्यम्. अत्रापि मुख्यचिन्तनं किम् इति स्वशब्दैः वदतु. अवयवाः भिन्नाः अवयवाः भिन्नाः इति प्रत्यक्षेण दृश्यते. न न, अवयवाः भिन्नाः इति प्रत्यक्षेण न गृह्यते. इदानीम् अन्तिम अवयवः कः महोदय, अस्मिन् परिच्छेदे अन्तिम अवयवः कः? पुनः अहं वदामि, यावत्पर्यन्तं प्रत्यक्षेण दृश्यते अवयवाः भिन्नाः इति मम दोषः, तावत्पर्यन्तं प्रत्यक्षं प्रमाणं भवितुम् अर्हति. यदा प्रत्यक्षेण अवयवाः भिन्नाः इति दृश्यते तावत् अवयवभेदार्थं प्रत्यक्षं प्रमाणं तावत् पर्यन्तं भवेत् एव. तद् आश्रित्य अनुमानेन प्रमाणं साधयितुं परमाणवः भिन्नाः इति साधयितुं भवानेव वदतु महोदय. अस्तु, तत्र मेहुल् महोदय, भवान् किञ्चित् प्रतिपादयतु. आं महोदय, अत्र घट आरम्भकपरमाणवः अपि च पटारम्भकपरमाणवः भिन्नः इति कथं तर्हि सिद्धान्तः अस्ति कार्यवशात् कारणम् अनुमीयते इति सिद्धान्तं स्वीकुर्मः चेत् वयं ज्ञातुं शक्नुमः ये परमाणवः भिन्नाः सन्ति. तर्हि यदि एतत् सर्वं यदि वयम् अवलम्ब्य यदि वयं वदामः तत्र भेदः नास्ति किमपि परमाणवः मध्ये. परन्तु वयं कार्यं यदि पश्यामः चेत् तत्र भिन्नं कार्यम् इति वयं ज्ञायते, वयं द्रष्टुं शक्नुमः. पटः भिन्नः अपि च घटः भिन्नः. अतः वयम् अनुमानं कर्तुं शक्नुमः तत् सिद्धान्त अनुसृत्य अवयवाः अपि भिन्नाः, कार्यः भिन्नः अस्ति इति वयं ज्ञातुं शक्नुमः, द्रष्टुं शक्नुमः. अतः अवयवाः अपि भिन्नाः इति अनुमानेन तत् सिद्धान्तम् अनुसृत्य वयं वक्तुं शक्नुमः अवयवाः अपि भिन्नाः इति. तदेव अस्माकं ज्ञान अस्माकम् अनुभवः अस्ति खलु, कार्यः भिन्नः, अतः परमाणवः अपि भिन्नः इति अपि वयं वक्तुं शक्नुमः अनुमानेन. सत्यं. अत्र वैतोजिन महोदय, अत्र महोदयेन किं लिखितं तद् आधारीकृत्य किञ्चित् प्रदर्शयितुम् इच्छामि. अत्र पश्यतु, इदानीं घटः अस्ति, पटः अस्ति, द्वयोर्मध्ये पृथक्त्वं, द्वयमपि पृथक्, घटः पटात् पृथक्, अपि च घटः पटः न इति प्रत्यक्षेन वाक्यद्वयं वक्तुं शक्यते. अपि च घटस्य अवयवः कः? कपालः. कपालः अपि प्रत्यक्षेण गृह्यते. पटस्य अवयवः कः? तन्तवः. अवयवाः के? तन्तवः. ते अपि प्रत्यक्षेण गृह्यते इति कृत्वा इदानीं तयोः मध्ये अपि भेदः पृथक्त्वम् अस्ति इति ज्ञातुं शक्नुमः. पुनः अन्ततो गत्वा कपालस्य अवयवः कपालिका, तन्तोः अवयवः इदानीं तत्र काटन् इति स्वीकुर्मः, भवतु यत्किमपि, तदपि प्रत्यक्षेण दृश्यते. तयोः मध्ये अपि पृथक्त्वमस्ति, अपि च भेदः अस्ति इति यावत् प्रत्यक्षेण गृहीतुं शक्यते तावत् प्रत्यक्षेण एव अत्र वक्तुं शक्यते अवयवाः भिन्नाः इति. किन्तु इदानीं परमाणवः न प्रत्यक्षेण गृह्यन्ते, तर्हि परमाणुद्वयोः मध्ये पृथक्त्वं वर्तते इति कथं वा वक्तुं शक्यते, भेदः वक्तुं शक्यते इति चेत् तत्र अनुमानमेव गतिः. कथं वा अनुमीयते इति चेत् यावत् प्रत्यक्षेण गृह्यते तत्र अवयवोः मध्ये भेदः वर्तते इति कृत्वा तादृशमेव अन्ततो गत्वा अन्तिम अवयवः यदस्ति तत्रापि भेदः भवेत्, नो चेत् अनुभवविरोधः भवति इत्यतः तादृशं वक्तुं शक्यते. दृष्ट्वा यथा महानसे इत्युक्ते पाकशालायाम् अग्निः अस्ति, अग्निः अपि अस्ति, धूमः अपि अस्ति, द्वयं मिलित्वा वयं पश्यामः. अनन्तरम् अग्रिमस्थले अपि एतादृशं पश्यामः. तर्हि बहुषु स्थलेषु एतादृशं दृष्ट्वा इदानीं पर्वते धूमः अस्ति किन्तु अग्निः न दृश्यते, किन्तु अनुमातुं शक्यते खलु, यत्र यत्र धूमः तत्र तत्र वह्निः अस्ति इति अस्माभिः प्रत्यक्षेण दृष्टम्. अपि च यत्र यत्र अग्निः नास्ति तत्र तत्र धूमः अपि नास्ति इति अपि अस्माभिः दृष्टम्. तर्हि इदानीम् अस्माकं मनसि एका व्याप्तिः अस्ति, तत्र धूमः अस्ति चेत् निश्चयेन तत्र अग्निः भवेत्. तर्हि धूमं दृष्ट्वा अग्निः अस्ति इति यथा अनुमानं कुर्मः तथा यत्र यत्र अवयवी अस्ति तत्र अवयवाः सन्ति, अपि च अवयवयोः मध्ये भेदः अपि अस्ति इति यावत् द्रष्टुं शक्यते तावत् एतादृशमेव अनुभवः अस्ति इति कृत्वा तद् आधारीकृत्य अग्रे अपि अनुमातं कर्तुं शक्यते. अन्ततो गत्वा अन्तिम अवयवः यदस्ति परमाणुः, परमाण्वोः मध्ये अपि भेदः भवेत्, पृथक्त्वमपि भवेत् इति निश्चितम्. बुद्धं खलु बासवरुण महोदय? अस्तु, तर्हि इदानीम् अग्रे शिवराम महोदय पठति वा? पुटसङ्ख्या किम् अस्ति? तर्हि करपत्र मम पुरतः नास्ति. ओ इति इति वा? तर्हि इदानीम् अद्य शृणोतु. आमामां प्रायः शृणोमेव. अस्तु अस्तु, समीचीनं. तर्हि मेहुल् महोदय भवान् पठतु अग्रे. आम् महोदय. अन्यच्च अत्र नूतनविचारोऽपि अस्ति यत् ये पटस्य आरम्भकपरमाणवः सन्ति ते यद्यपि घटस्यारम्भकपरमाणुभिः सह समानजातीयाः तथापि ते तु घटस्यारम्भकपरमाणवः न भवितुम् अर्हन्ति. किमर्थमिति चेत् सिद्धान्तत्वात् घटस्यारम्भकपरमाणुभिः अवयवेभ्यः पृथगेव द्रव्यम् उत्पद्यते, न तु केवलम् अवयवसमूहः. अस्तु, अत्र नूतनविचार अग्रिमपरिच्छेदमपि किमर्थमिति चेत् तत्र यथा उभाभ्याम् इति उदाहरणं दत्तमस्ति खलु. उदाहरणमस्ति यथा उभाभ्यां परमाणुभ्याम् अन्यत् अतिरिक्तम् एव द्व्यणुकम् उत्पद्यते, तत् द्व्यणुकं केवलं परमाणुद्वयसमूहः इति नास्ति, परमाणुद्वयसंयोगेन अन्यत् एव द्रव्यं भवति द्व्यणुकं नाम्ना, न तु केवलं परमाणुद्वयसमूहः. बौद्धाः अत्र परमाणुद्वयसमूहः एव अवयवी इत्यङ्गीकुर्वन्ति. तत्र न तु केवलं परमाणुद्वयसमूहः तावत् वदतु, तदनन्तरम् इदानीं बौद्धानां चिन्तनं कथम् अस्ति इति भिन्नवार्ता अस्ति. आम् आम् अस्तु अस्तु. अत्र नूतनविचारः अस्ति यत् ये पटस्य आरम्भकपरमाणवः सन्ति ते यदि अस्तु ते समानजातीयाः अस्ति घटस्यारम्भकपरमाणु तादृशः पटस्य अपि आरम्भकपरमाणवः समानजातीयः, तथापि एतत् अस्ति चेदपि समानजातीयः इत्युक्ते प्रतिपादयतु तस्य अर्थः कः, कथं वा वदति महोदय समानजातीयाः इति, जातिः कः, जातिः का, परमाणवः जातिः इति सामान्यं प्रत्येकं परमाणुषु के जातयः विद्यन्ते, काः जातयः विद्यन्ते. परमाणवः द्रव्यः एव खलु, अतिरिक्तजाती कः, प्रथमम् अतिरिक्तजाती का, पराजातिः का, सत्ता. सत्ता हा बहु समीचीनं. तर्हि सत्ता इति पराजातिः खलु, परमाणुषु सत्ताजातिः वर्तते. तदनन्तरम् अग्रिमजातिः का, न स्मरामि अधुना महोदय. न भवता अत्र ऊहां कर्तुं शक्यते, इदानीं सत्ता अस्ति अतिरिक्ता जातिः, पराजातिः परमाणुषु अस्ति, तदनन्तरं द्रव्यं तदेव तस्मादुपरि अस्ति खलु, सप्तपदार्थाः. द्रव्यं तर्हि सर्वेषु द्रव्येषु सर्वेषु परमाणुषु द्रव्यत्वम् इति जातिः वर्तते. द्रव्यत्वं तदनन्तरं तस्याः अपेक्षया इदानीम् अग्रिमजातिः का, इदानीं घटः पटः इति स्वीकुर्मश्चेत् पदार्थः, न पदार्थः इति बृहत् तत्र सप्तपदार्थाः सन्ति खलु, येषु सर्वेषु पदार्थत्वम् इति धर्मः अस्ति. धर्मः इत्युक्ते उपरि उपरिष्टात् तत्र सत्ता इति स्थापयतु, ततः अधः द्रव्यं गुणकर्म इति वदामः चेत् तत्र द्रव्यत्वं गुणत्वं क्रियात्वम् इति भवति. तदनन्तरं द्रव्ये नवद्रव्याणि सन्ति खलु, तर्हि प्रत्येकं द्रव्ये इदानीं पार्थिवद्रव्यम् इति स्वीकुर्मश्चेत् पार्थिवद्रव्ये कीदृश जातिः अस्ति, समाना जातिः अस्ति सर्वेषु पार्थिवद्रव्येषु. पार्थिवद्रव्येषु समानजातिः पृथिवीत्वम्. ओ अस्तु, पृथिवी पृथिवीत्वं खलु. आम् आम्. तर्हि सर्वेषु पृथिवीपरमाणुषु त्रयः जातयः वर्तन्ते, समानजातयः वर्तन्ते, एका सत्ता, द्वितीयं तु द्रव्यत्वं, तृतीयं तु पृथिवीत्वं. तावत्पर्यन्तम् इदानीं समानजातयः वर्तन्ते द्वयोः परमाणोः, द्वयोः पार्थिवपरमाणोः मध्ये. यदि केवलं परमाणु इति वदामः, पार्थिवम् इति अनुत्वा केवलं परमाणु इति वदामः, तर्हि तत्र सत्ता अपि च द्रव्यत्वं द्वयमेव अस्ति. किन्तु पार्थिवपरमाणुः इति चेत् अत्र पार्थिव पृथिवीत्वम् अपि अस्ति इति वक्तव्यम्. अत्र पटस्य परमाणवः अपि च घटस्य परमाणु मध्ये पृथ्वीत्वमपि अस्ति, समानजातम् अस्ति. किन्तु इदानीं प्रश्नः कः इति चेत्, घटे घटत्वमस्ति, किन्तु एषः घटः केभ्यः परमाणुभ्यः जातः, तेषु परमाणुषु घटत्वमस्ति वा इति प्रश्नः. नास्ति खलु? नास्ति नास्ति. अदे ते परमाणुषु घटत्वम् इति वा पटत्वम् इति वा किमपि नास्ति, किमपि नास्ति इति कृत्वा. किमर्थम् इति चेत् नैयायिकानां मतानुसारं कार्यं कारणात् भिन्नमस्ति, भेदः वर्तते, अन्योन्य अभावः वर्तते कार्यकारणयोः मध्ये. अत्र पश्यतु, कपालद्वयसंयोगेन घटः जायते, घटे घटत्वमस्ति. इदानीं कपाले घटत्वमस्ति वा? न, नास्ति, घटः एव नास्ति, तर्हि घटत्वं कथम् इति बोधः. तर्हि कपाले कपालत्वम् इति जातिः एव अस्ति. तर्हि घटस्य साक्षात् अवयवः, प्रथम अवयवः यदस्ति कपालः, तत्रैव घटत्वं नास्ति चेत् कथं वा परमाणुषु घटत्वं भवति? आमां, सत्यं, बुद्धं खलु? आमां, बुद्धम्. इति कृत्वा तत्र परमाणुषु समानजाति एव, इत्युक्ते पार्थिवपरमाणुषु, सर्वेषु पार्थिवपरमाणुषु सत्ता इति जातिः अस्ति, द्रव्यत्वमिति जातिः अस्ति, पृथिवीत्वमिति जातिः अस्ति. तद् अतिरिच्य इतोपि जातिः नास्ति येन यया जात्या एषः पृथक् तत् पृथक् इति वक्तुं तत्र विशेषणमेव नास्ति. अतः एव अत्र उक्तं तद्दणुकं केवलं परमाणुद्वयसमूहः इति नास्ति. तत्र तत्र इदानीम् अग्रे वदतु महोदय. अत्र महोदय, तत्र परमाणुत्वम् इति भवति वा महोदय? परमाणुत्वम् इति वक्तुं शक्यते, सत्यं, हा, भवितुमर्हति. किमर्थम् इत्युक्ते परमाणुत्वं केवलं परमाणुषु एव वर्तते खलु. यथा जणुके जणुकत्वं वर्तते तथा परमाणुषु परमाणुत्वम् इत्यपि वक्तुं शक्यते. अणुत्वं, तत्र परमाणुत्वम् इति वस्तुतः नास्ति, अणुत्वम् इति कथ्यते. जणुके अपि तदेव अणुत्वम् अस्ति अस्ति इति नैयायिकानां मतं, तस्मिन् विषये अस्माभिः पूर्वं पठितं खलु. तर्हि अणुत्वम् इति वक्तव्यं, परमाणुत्वम् इति न वदामः, जणुके अपि च परमाणुषु अणुत्वं वर्तते इति समानजाति वर्तते. अस्तु, अग्रे वदतु महोदय. आम्, तर्हि उदाहरणमस्ति यत्र परमा उभाभ्यां परमाणुभ्याम् अन्यत् अतिरिक्तमेव द्व्यणुकम् उत्पद्यते, तत् परमाणवः मिलित्वा द्व्यणुकम् एकमेकं परमाणवः मिलित्वा द्व्यणुकम् इति उत्पद्यते, तर्हि तत् द्व्यणुकं केवलं परमाणुद्वयसमूहः इति नास्ति. किमर्थम् इत्युक्ते तेषां संयोगेन अन्यत् द्रव्यमपि भवति, तस्य नाम इति द्व्यणुकम् इति नाम, अतः केवलं ते एतत् परमाणुद्वयसमूहः इति न वक्तुं शक्नुमः. अपि च अग्रे दत्तमस्ति अवयवेभ्यः पृथगेव द्रव्यम् उत्पद्यते, न तु केवलम् अवयवसमूहः. तस्यैव उदाहरणम् अत्र अस्ति, परमाणुद्वयसंयोगेन द्व्यणुकम् उत्पद्यते, न तु केवलं समूहः परमाणवः समूहः इति एव नास्ति, द्व्यणुकम् नूतनद्रव्यम् उत्पद्यते इति. किन्तु किमर्थं ते तादृशं चिन्तयन्ति इति भवान् किञ्चित् उच्चैः चिन्तयति वा? इदानीं सिद्धान्तस्य विषये किञ्चित् चिन्तनं कुर्मः. आम्, ते कार्य पश्यामः चेत् वयं कार्यवशात् कारणम् इति अस्ति, अनुमीयते इति अनुसरति इति सिद्धान्तः अस्ति. अतः केवलं घटस्य आरम्भकपरमाणवः मिलित्वा घटस्य प्रति तस्य घटस्य उत्पादनं प्रति किञ्चित् गतिः भवति, तत् केवलम् अवयवसमूहः एव भवति इति इति ते न वदन्ति. परमाणवः समानजातीयः अस्ति चेदपि यदि द्व्यणुकं भवति तर्हि किञ्चित् नूतन द्रव्यम् उत्पद्यते, पृथक् द्रव्यम् उत्पद्यते इति सिद्धान्तः. किमर्थम् इत्युक्ते कार्यः भिन्नः. द्व्यणुकम् इति एकैव परमाणु अथवा द्व्यणुकम् इति अहं किञ्चित् सहायं करोमि महोदय. इत्युक्ते अहं प्रश्नं पृच्छामि, तस्य उत्तरं ददातु, तर्हि सर्वेषां स्पष्टता जायते. इदानीं मम प्रश्नः अस्ति, यत्र यत्र संयोगः भवति तत्र तत्र नूतनकार्यं भवति वा न वा? यत्र यत्र संयोगः भवति तत्र नूतनकार्यं, तत्र तत्र नूतन इत्युक्ते कार्यस्य उत्पादनं भवति वा न वा? कार्यस्य उत्पादनम् आम् अहं मन्ये आं भवति. हा, इदानीम् अहम् उदाहरणं वदामि. इदानीम् अहम् एकं पुस्तकं स्वीकृत्य उत्पीठिकायां स्थापयामि, तत्र इदानीं पुस्तक उत्पीठिकयोः मध्ये इदानीं संयोगः जातः वा? आम्. इदानीं नूतनकार्यम् उत्पन्नं वा? नूतनकार्यम् इत्युक्ते पुस्तकम् उत्पीठिकायाम् उपरि आगच्छति इति कार्यं, तत् इदानीम् इत्युक्ते यथा इदानीं किन्तु कपालद्वयोः मध्ये यदा संयोगः जायते तदा घटः उत्पद्यते इति वदामः खलु? तादृशम् अस्मिन् सन्दर्भे वदामः वा? पुस्तकम् इदानीम् उत्पीठिकायां मया स्थापितम्. तत्र तत्र नूतनं कार्यं एतत् दृष्ट्या यदि वदामः चेत् तत्र नूतनकार्यं न अभवत्. हा, इति महान् विषयः अस्ति अत्र. यत्र यत्र संयोगः जायते तत्र सर्वत्र कार्यम् उत्पद्यते इति नास्ति. किन्तु यत्र यत्र कार्यस्य उत्पादनं भवति तत्र संयोगः जायत्येव. संयोगस्य विना कार्यं न न भवति. इदानीं कपालद्वयोः मध्ये संयोगस्य संयोगं विना घटस्य उत्पादनं न भवति इति कृत्वा अतः एव संयोगः इति प्रथमविध असमवायिकारणम् इति स्वीकृतं नैयायिकैः. सत्यं. तर्हि इदानीं संयोगः इति व्यापकः अस्ति, कार्यम् इति व्याप्यमस्ति. यत्र यत्र कार्यं तत्र तत्र संयोगः, किन्तु यत्र यत्र संयोगः तत्र तत्र कार्यम् इति न वक्तुं शक्यते. इति कृत्वा नैयायिकाः, किन्तु इदानीं पश्यतु, इदानीं पुस्तके पुस्तकम् उत्पीठिकायाम् अस्ति चेत् तत्र केवलं समूहः एव खलु? तत्र किमपि नूतनं न जातं, किमपि नूतनं न उत्पन्नं, केवलम् अत्र समूहः अस्ति, वस्तूनां समूहः अस्ति, तावदेव. किन्तु कपालद्वयोः मध्ये यदा संयोगः जायते तदा एव कार्यस्य उत्पादनं भवति इति कृत्वा नैयायिकाः एतादृशं वदन्ति. तर्हि इदानीं पुस्तक उत्पीठिकयोः मध्ये संयोगः जातः तत्र कार्यं न उत्पादितं, किन्तु कपालद्वयोः मध्ये यदा संयोगः जायते तत्र कार्यम् उत्पादितम् इति वेदसाधनार्थं ते किं वदन्ति? इदानीं कार्यं कारणात् पृथक्, पृथक् नास्ति भिन्नम् इति. कार्यं कारणात् भिद्यते, यथा घटः पटः न इति वदामः तत्र तयोः मध्ये अन्योन्याभावः अस्ति, तथा घटः कपालः न तयोः मध्ये अपि अन्योन्याभावः अस्ति एव. बुद्धं खलु? सत्यम्. अपि च अन्योन्य यत्र यत्र अभावः अस्ति तत्र तत्र प्रतियोगी वक्तव्यः अस्ति खलु? घटस्य प्रतियोगी कः? घटाभावः. न न, घट क्षम्यतां, घट अभावस्य प्रतियोगी कः? घटः. घटः. कपाल अभावस्य प्रतियोगी कः? कपालभावस्य प्रतियोगी कपालः. कपालः. तर्हि प्रतियोगी इत्युक्ते यस्य आनयनेन तत्र अभावस्य अपगच्छति, नाशः भवति खलु। तर्हि यदि कपालः एव घटः इति स्वीकुर्मः तर्हि कपालस्य कपालस्य आनयनेन घट अभावः अपसर्तव्यः भवति, किन्तु तद् न भवति खलु, न भवति। हा तत्र घटाभावस्य इदानीं घटः अत्र नास्ति चेत् घटमेव भवता आनयनीयम्। एकं कपालम् आनयति चेत् तत्र न पर्याप्तं भवति, न पर्याप्तम् इत्युक्ते घटस्य घट अभावस्य निवारणं न भवति। इत्यतः कार्यं कारणात् भिन्नं, तत्र कार्यकारणयोः मध्ये अन्योन्य अभावः वर्तते इति नैयायिकानां मतम्। अतः एव एतादृशं वदन्ति अत्र कार्यं नूतनकार्यं जायते। एवमेव यदा परमाणुद्वयोः मध्ये यदा संयोगः जायते इदानीं नूतनकार्यं जणुकम् इति कश्चन नूतनकार्यं जायते इति नैयायिकानां मतम्। अस्तु अग्रे इदानीं पठतु महोदय। बौद्धाः बौद्धाः अत्र परमाणुद्वयसमूहः एव अवयवी इति अङ्गीकुर्वन्ति। घटः इति परमाणव अपेक्षया अतिरिक्तः नास्ति इति बौद्धानाम् अभिप्रायः। परमाणुपुञ्जः इति ते स्वीकुर्वन्ति। विलक्षणपरमाणुपुञ्जः एव घटः। घटः इत्युक्ते कपालाभ्याम् आरब्धः इति नास्ति। कपालः इत्युक्ते परमाणुपुञ्जः, परमाणुसमूहः इति घटः अपि तथैव विलक्षणपरमाणुपुञ्जः। अतिरिक्तं द्रव्यं न उत्पद्यते इत्येषाम् अभिप्रायः। अवयवसमुदायः एव अवयवी, किन्तु न्यायशास्त्रे न तथा। परमाणुद्वयसंयोगेन अन्यदेव द्रव्यं, कपालद्वयसंयोगेन तथैव पुनः अन्यदेव द्रव्यम्। अस्तु, अत्र बौद्धाः अपि च न्यायशास्त्रशास्त्रे किञ्चित् भिन्नः सिद्धान्तः चिन्तनम् अस्ति। बौद्धाः किं वदति इति चेत् परमाणुसमूहः एव सर्वेषां कृते ते वदति। परमाणु अपेक्षया किमपि नास्ति इति तेषाम् अभिप्रायः। घटः पश्यामः चेत् तदपि परमाणुसमूहः, कपालं पश्यामः चेत् तदपि परमाणुसमूहः, किञ्चित् विलक्षणपरमाणुपुञ्जः इति घटः, अपि च अन्यत् किमपि परमाणुसमूहः पुञ्जः इति कपालम् इति ते वदन्ति। अतः सर्वेषां द्रव्याणां कृते तेषाम् अभिप्रायः एतदेव, सर्व अवयवी इति अवयवसमुदायः एव, सर्वे परमाणुपुञ्जवः एव, किञ्चित् भिन्नविलक्षणपरमाणुपुञ्जवः इति एव तेषां मतं। परन्तु न्यायशास्त्रे तथा नास्ति। न्यायशास्त्रे परमाणुसंयोगः यदा भवति तर्हि अन्यत् नूतनद्रव्यम् उत्पद्यते इति इति न्यायशास्त्रे सिद्धान्तः। अतः कपालद्वयसंयोगेन अपि तथैव अन्यदेव द्रव्यम् उत्पद्यते इति तेषां मतम्। इति तत्र सिद्धान्ते एव महान् भेदः वर्तते। बौद्धानां मतानुसारं यथा इदानीं पाण्डवाः कौरवाः इति वदामः खलु, पाण्डवेषु तत्र पञ्च व्यक्तयः सन्ति, किन्तु तत्र एकं पुञ्जीकृत्य गुच्छं कृत्य समुदायं कृत्वा इदानीं कृत्य नास्ति इति वक्तव्यमस्ति, एकं समुदायं कृत्वा पाण्डवाः इति तेषां नाम कृतम्। आम् एवमेव तत्र कौरवाः इति नाम एव कृतं। तथा इदानीं घटः इत्युक्ते किं, परमाणवः एव घटः, किन्तु तत्र घटः इति नाम दत्तमस्ति, परमाणुसमुदायस्य नाम तावदेव। परमाणुसमुदायस्य विलक्षणं तत्र कथं वा वैलक्षण्यं कृतम् इति चेत् केवलं नाम दत्त्वा वैलक्षण्यं कृतम्। एते एषः, एते परमाणवः घटः, एते परमाणवः पटः इति बौद्धानां चिन्तनम्। किन्तु नैयायिकाः तादृशं न चिन्तयन्ति। ते चिन्तयन्ति नूतनकार्यं तत्र उत्पद्यते, अतः इदानीं तर्हि अत्र इदानीं विवक्ष अत्र सिद्धान्तानुसारं पश्यामश्चेत् बौद्धमतानुसारम् इदानीं घटः यैः परमाणुभिः घटः जातः घटपरमाणूनां मध्ये भेदः अस्ति वा इति चेत् नास्ति. किन्तु नैयायिकानां मतानुसारं भेदः अस्ति. परन्तु तदेव पूर्वे वयं दृष्टवन्तः खलु, परमाणवः यदि पश्यामः चेत् तत्र कोऽपि भेदः नास्ति परमाणोः मध्ये, केवलं परमाणोः मध्ये भेदः नास्ति. द्वयोः परमाणोः मध्ये भेदः नास्ति इत्युक्ते तत्र जातिरीत्या वा गुणं रीत्या वा किमपि नास्ति, केवलं तत्र विशेषः इति कश्चन भिन्नपदार्थः अस्ति. भिन्नपदार्थः तेन भिद्यते. किन्तु इदानीम् अस्माकं चिन्तनं परमाणुद्वयोः मध्ये भेदः अस्ति वा न वा इति न, कार्यकारणयोः मध्ये भेदः अस्ति वा न वा इति. नैयायिकानां मतानुसारं कार्यं कारणात् भिन्नं भिन्नं, किन्तु बौद्धानां मतानुसारं तत्र केवलमेकं समूहः एव खलु. तर्हि केवलं नाम कृतं, यथा इदानीं पाण्डवाः इति एकं नामं कृतं तावदेव. अस्तु, बहु समीचीनं. तर्हि अग्रे गच्छेम. हा, श्रीरामहोदय अग्रे पठति वा? तर्हि अहं पठामि महोदय. तर्हि यैः परमाणुभिः पटः निर्मीयते तैः घटः निर्मातुं न शक्यते इति किम्? अस्मिन् विषये चिन्तनं कर्तव्यं, तदा एव अग्रे पठनं. अस्तु अस्तु, तदा किमर्थं केचन कैश्चन परमाणुभिः घटनिर्माणं भवति, कैश्चन परमाणुभिः पटनिर्माणं भवति इति कथं भवति इति प्रश्न, किमर्थं भेदः अस्ति इति प्रश्नः अस्ति अत्र. अहं चिन्तयामि यत् भवता उक्तं तत्र विशेषः इति कश्चन पदार्थः भवेत्, तद्विना तत्र पटस्य निर्माणं कृत न भवति घटस्य निर्माणात्. तत्र परमाणुत्वं समान परमाणुत्वम् अस्ति, जातिसमान अस्ति चेदपि तत्र कश्चन विशेषः भवत्येव, तद्विना तादृश कार्यस्य भेदः न भवति, कार्योः मध्ये भेदः न भवितुम् अर्हति, तादृशभेदः नास्ति चेत्, विशेषः नास्ति चेत्. अस्तु, पश्यामः अत्र किं लिखितमस्ति इति, अग्रे पठतु. वस्तुतस्तु यैः परमाणुभिः पटः निर्मीयते तैः घटः निर्मातुं न शक्यते इत्यपि न वाच्यम्. पटस्य अवयवानां परमाणुपर्यन्तं नाशः भवति चेत् पुनः मूल्येभ्यः एते सर्वेभ्यः पार्थिवपरमाणुभ्यः ईश्वर इच्छावशात् कालान्तरे तैः अपि परमाणुभिः घट उत्पत्तुम् अर्हति. अनेन परम्परया घटपटयोः अयुतसिद्धित्वं भवति किम्? यदा पटस्य नाशः भवति, परमाणुरूपं प्राप्नोति पटः अथवा घटः, तदा ईश्वरवशात् ये परमाणवः इदानीं पटस्य निर्माणे आसन् ते इदानीं घटस्य परमाणौ घटनिर्माणे अपि भागं स्वीकर्तुम् अर्हति ईश्वरवशात्, इच्छावशात् भवितुम् अर्हति. अनेन परम्परया घटपटयोः अयुतसिद्धत्वं भवति किम्? अयुतसिद्धत्वं इत्युक्ते तत्र द्वयोः मध्ये एकनिमिषं महोदय, चिन्तयामि. भवति पृथगाश्रयाश्रितत्वं यत्र अस्ति तत्र युतसिद्धत्वं नास्ति चेत् ऐतसिद्धत्वम् ऐतसिद्धत्वं तत् तदा घटपटयोः मध्ये अयुतसिद्धत्वं भवति वा इति प्रश्नः अस्ति. किमर्थमित्युक्ते पटात् इदानीं पटस्य नाशः अभवत्, घटस्य अपि नाशः अभवत्, परमाणुरूपः एव रूपेण स्थितः सन्ति. इदानीं परमाणुतः यदा परमाणुभ्यः घटः वा पटः निर्माणं भवति चेत् तदा यत् पूर्वं पटः आसीत् इदानीं घटः अस्ति, तदा ऐतसिद्धत्वं भवति वा तयोः मध्ये इति प्रश्नः उदे. अस्तु, अत्र लघुरीत्या अपि चिन्तयितुं शक्यते. तादृशमेव सर्वैः करणीयम्. अत्र किं लिखितमस्ति इति भवतु, किन्तु यदा वयं स्वयं अस्माभिः प्रतिपादनीयं तर्हि कथं वदामः इति इदानीम् अहं प्रयत्नं करोमि. मम पौत्रः अस्ति, तस्य पार्श्वे तत्र क्ले अस्ति, येन घटस्य निर्माणं वा अन्यस्य किमपि रूपस्य निर्माणं कर्तुं शक्यते. प्रथमम् अहं किं करोमि, इदानीम् एकं पक्षीं निर्मीय मां ददातु इति मम पौत्रः प्रार्थयति. तर्हि किञ्चिदिव स्वीकृत्य इदानीं पक्षीं निर्मितवान्. तदनन्तरं तत्र भिन्न इदानीं किञ्चित् इतोपि अवशिष्टमस्ति खलु, तेन एकं सर्पं निर्मितवान् अहम्. तर्हि तदनन्तरं किञ्चित् क्रीडा भवति आवयोः मध्ये. इदानीं पक्षी सर्पं गृहीत्य तस्य मारयति इति भवतु यत्किमपि. अस्तु, इदानीं क्रीडा जाता, सः श्रान्तः अभवत्. सः वदति पुनः एतत् सर्वं पुनः तत्र पात्रे स्थापयामः, इत्युक्ते पुनः तत्र क्ले रूपं जातम् इति चिन्तयतु. तत्र पक्षिणः रूपं नाशितं मया, सर्पस्य रूपम् इति अपि नाशितं मया, पुनः क्ले रूपं मृदुरूपं जातम्. इदानीं तत्र भिन्न वस्तुद्वयम् अहं निर्ममामि इति चिन्तयतु. तर्हि इदानीं नूतनवस्तुद्वयं यद् मया निर्मितं तयोः मध्ये अपि पुनः संयोगः भवति, किन्तु कारणं यदस्ति मृद् तत्र भेदः नास्ति खलु. बुद्धं वा? सत्यं, कारणं समानं. कारणे मृदि किमपि भेदः नास्ति. तर्हि इदानीं पक्षी कुत्र वर्तते? मृदि वर्तते. सर्पः कुत्र वर्तते? मृदि वर्तते. द्वयोः इदानीं समानपृथग् आश्रय आश्रितत्वं न निरूपितम्. द्वयमपि एकस्मिन् आश्रये आश्रितमस्ति. तर्हि इदानीं पृथगाश्रय आश्रितौ न इति कृत्वा तत्र मृद् पक्षी अपि च मृद् सर्प द्वयोः मध्ये संयोगः न कर्तुं शक्यते इति वक्तुं शक्यते वा? न. तत्र अनुभवसिद्धमस्ति खलु, द्वयोः मध्ये तत्र संयोगः भवति, स्पर्धा अपि भवति, एकः अन्यस्य मारणं करोति इति तादृशं क्रीडा अहं क्रियमाणं मया क्रियते एव इति कृत्वा. तर्हि तदेव अत्र पृष्टमस्ति, अनेन परम्परा घटपटयोः अनेन परम्परया घटपटयोः ऐतसिद्धत्वं भवति किम्? इदानीं पक्षी मृद् पक्षी अस्ति, मृद् सर्पमस्ति, तयोः मध्ये ऐतसिद्धत्वम् अस्ति, तथापि तयोः मध्ये संयोगः न भवति इति वक्तुं शक्यते वा? न. अनुभवविरोधं भवति. तर्हि किं वक्तव्यम्? अस्तु, अग्रे पठतु. एकस्मिन् एव समये समानैः परमाणुभिः घटः अपि पटः अपि निर्मातुं न शक्यते, तस्मात् द्वयोः अयुतसिद्धत्वं न भवति. अनेन घटपटयोः अयुतसिद्धत्वं नास्ति. कालान्तरे तैः एव परमाणुभिः घटः उत्पद्यते चेत् अपि पूर्वकालिकपटस्य इदानीन्तनघटस्य च ऋतसिद्धत्वम् अस्ति अवश्यम्. यस्मिन् काले अमुकाः परमाणवः पटारम्भकाः तस्मिन्नेव काले ते परमाणवः घटारम्भकाः न भवितुम् अर्हन्ति. इदानीं कालभेदः अस्ति इति वदन्ति. न अत्र कालस्य विषये किमपि नास्ति. अत्र एकस्मिन् काले एव केचन परमाणवः सन्ति, तेभ्यः इदानीं पटनिर्माणं भवति, तस्मिन्नेव समये तेभ्यः घट निर्माणं न कर्तुं शक्यते. तस्मिन् समये परमाणवी घटः अपि पटः अपि निर्मातुं न शक्यते. तस्मात् द्वयोः अयुतनिवृत्तं न भवति, अतः तयोः मध्ये अयुतसिद्धत्वं न भवति. अनेन घटपटयोः अयुतसिद्धत्वं नास्ति. एकस्मिन् एव समये परमाणुभ्यः केचन परमाणुभ्यः घटनिर्माणमपि भवति पटनिर्माणमपि भवति इति न तादृशस्थितिः न भवितुम् अर्हति. अतः तयोः मध्ये अयुतसिद्धत्वं न भवति. कालान्तरे बुद्धं वा अत्र किं लिखितमस्ति इति. केचन एक्स् वै जि परमाणुः सन्ति, इदानीं तेभ्यः इदानीं घटनिर्माणम् अभवत्. इदानीं ते तैः परमाणुभिः कथं पटस्य निर्माणं भवितुम् अर्हति. अतः तयोः मध्ये अयुतसिद्धत्वम् अस्तु. यद् यद् उदाहरणं मया उक्तं तत्र मृदा पक्षी इति स्वीकरोतु. येन मृदा यस्मिन् समये पक्षिणः उत्पादनं भवति तेनैव मृदा तस्मिन्नेव समये सर्पस्य उत्पादनमपि कर्तुं शक्यते वा. सत्यं तु तत्र ये परमाणव पक्षिणी सन्ति ते परमाणवः घटे न सन्ति. हा भवतु, इत्युक्ते यस्मिन् येन मृदा तत्र मृद् यावत् अस्ति तत्र अर्धभागं कृत्वा अर्धभागं स्वीकृत्य तेन मृदा यस्मिन् समये मया तत्र पक्षिणः उत्पादनं कृतं तस्मिन्नेव समये तेनैव मृदा सर्पस्य उत्पादनमपि कर्तुं शक्यते वा. न खलु. न अनन्तरम् इदानीं तत्र इदानीं पक्षी मया कृतमस्ति, तदनन्तरं तस्य नाशनं कृत्वा पुनः तेनैव मृदा अन्यस्मिन् समये सर्पस्य उत्पादनं कर्तुं शक्यते इति कृत्वा तादृशं न भवितुं तत्र अयुतसिद्धत्वं न भवति. किमर्थम् इत्युक्ते इदानीं कालेन तयोः मध्ये भेदः साधितः. इदानीं यत् यत् पक्षी उत्पादितं तद् इदानीं नास्ति. हा तस्मिन् समये इत्युक्ते यस्मिन् समये पक्षी अस्ति तस्मिन्नेव समये तेनैव मृदा सर्पस्य उत्पादनं न कर्तुं शक्यते. प्रथमं पक्षिणः नाशः करणीयः. सत्यं सत्यं. तदनन्तरमेव सर्पस्य उत्पादनं भवितुम् अर्हति इति कृत्वा तत्र अहितसिद्धत्वं न भवति. तर्हि अहितसिद्धत्वं युतसिद्धत्वम् अस्ति वा न वा इति निर्णेतुं समयस्यापि इदानीं समयः अपि स्वीकर्तव्यः भवति. सत्यं, समयः अपि स्वीकरणीयः. समयः अपि स्वीकरणीयः एव. एकस्मिन् समये इति वक्तव्यम् ऐतसिद्धत्वं युतसिद्धत्वं निर्णेतुम् अयुतसिद्धत्वम् इति यत् अस्ति तद् कारणं कार्योः मध्ये एव भवितुम् अर्हति. हा इति तु सत्यं, किन्तु अत्र किं चिन्तनं कथं जायते इति अहं वदन्नस्मि तावदेव. इत्युक्ते अत्र चिन्तनं किं, सर्वे पार्थिवद्रव्याणि पार्थिवपरमाणुभ्यः जायते इति तु सत्यं. तर्हि सर्वेषां पार्थिवद्रव्याणाम् आश्रयः भवति पार्थिवपरमाणवः. तर्हि इदानीम् अपि च द्वयोः पार्थिवपरमाणवोः मध्ये पटत्वम् इति वा घटत्वम् इति वा किमपि नास्ति. तर्हि घटः अपि पार्थिवपरमाणुषु अस्ति, पटः अपि पार्थिवपरमाणुषु अन्ततो गत्वा परम्परया पार्थिवपरमाणुषु एव अस्ति इति कृत्वा इदानीं पृथग् आश्रय आश्रितत्वं न साधितम्. तर्हि तयोः मध्ये इदानीम् अयुतसिद्धत्वं भवति वा इति प्रश्नः कृत्वा तत्र इदमपि इतोपि किञ्चित् परिष्कृत्य पृथग् आश्रय आश्रितत्वम् एकस्मिन् समये अस्ति वा इति द्रष्टव्यम्. भिन्नसमये अस्ति चेत् तत्र पृथगाश्रय आश्रितत्वं भवितुमर्हति. यथा इदानीं मया उदाहृतं मृद् अस्ति खलु, एकः एकमेव मृद्, तेन पक्षी अपि जायते सर्पः अपि जायते, एकस्मिन् समये नास्ति इति कृत्वा इदानीं प्रथमम् अहं पक्षिणः निर्माणं करोमि, तदनन्तरं तस्य नाशं कृत्वा सर्पस्य निर्माणं करोमि इति कृत्वा एकस्मिन् समये द्वयोः निर्माणं न भवितुमर्हति. एकेन मृदा द्वयोः निर्माणम् एकस्मिन् समये न भवितुमर्हति इति कृत्वा तत्र अयुतसिद्धत्वं नास्ति. तर्हि मृदेन मृदा यः पक्षी जायते, अपि च अन्यभागेन मृदा अन्येन भागेन मृदा यः सर्पः जायते, तयोः मध्ये इदानीं संयोगः भवितुमर्हति इति बोधः. तादृश उदाहरणं स्वीकुर्मश्चेत् इदानीं भागद्वयं कृतम् अस्तु इदानीम् आगच्छामि भागद्वयं, तर्हि तत्र देशः अपि भवेत्, भिन्नदेशे अपि भवेत्. वस्तुतः तदेव अग्रिमपुटे अग्रिमकरपत्रे आगच्छति. अन्ततो गत्वा पृथक्त्वं भेदः इति तयोः मध्ये भेदः वर्तते इति कथं साधयामः चेत् भिन्नदेशे वर्तते चेत् तयोः मध्ये पृथक्त्वम् अस्ति. एकस्मिन् देशे एव अस्ति चेत् यद्यपि द्वयोः मध्ये भेदः अस्ति तथापि पृथक्त्वं नास्ति इति निश्चयति. तत्र देशस्यापि आवश्यकता अस्ति, देशः अपि वक्तव्यः भवति. अस्तु अग्रे अपि पठतु महोदय. इदानीम् अस्माकं पुरतः यः घटः पटः च स्तः तौ द्वौ पृथक् सिद्धौ प्रत्यक्षेण, अतः इदानीं ये अस्य घटस्य आरम्भकपरमाणवः वर्तन्ते ते इदानीं दृश्यमानस्य पटस्य आरम्भकाः न भवन्ति एव. उभयत्र पार्थक्यम् इति अनुभवसिद्धम्. पार्थक्यम् इत्युक्ते पृथिवीत्वं, पृथिवीत्वम् अनुभवसिद्धम्. उभयत्र इत्युक्ते घटपटयोः मध्ये पृथिवीत्वमेव अस्ति इति अनुभवसिद्धं खलु. घटः अपि पार्थिवद्रव्यमस्ति, पटः अपि पार्थिवद्रव्यमस्ति. किमर्थं द्वयमपि पार्थिवद्रव्यम् इति चेत् पार्थिवपरमाणुभ्यः तेषाम् उत्पादनं जातम् इत्यतः. अस्तु पार्थिव इदानीं ये मुख्यविषयः अस्मिन् परिचयति मुख्यविषयः अस्ति आरम्भकपरमाणवः घटस्य अस्ति, ते पटस्य आरम्भकपरमाणवः न सन्ति, तद् भिन्नाः एव इति न भवितुं न भवन्ति. इत्युक्ते तत्र एकं परमाणुं स्वीकृत्य घटस्य निर्माणं पुनः तस्मिन्नेव समये तस्मिन्नेव देशे पटस्य निर्माणमपि कर्तुं न शक्यते. भिन्नभिन्नपरमाणुभ्यः एव तत्र घटः वा पटः वा जायते इति तावदेव उक्तम्. अस्तु महोदय, महोदय अत्र पार्थक्यम् इत्युक्ते डिफरेन्स् खलु? ओ पार्थक्यं पृथक्त्वं, पृथक्त्वस्य भावः पार्थक्यम्. पृथक्त्वस्य भावः पार्थक्यं न तु पृथ्वीत्वम्. आम् पृथक्त्वस्य अस्तु. अग्रे मुरलीमहोदय पठति वा? आं महोदय. अन्ते अन्ते इदम् अपि वक्तत्व वक्तव्यं यत् न्यायशास्त्रे पार्थिवपरमाणवः जलीयपरमाणवः तेजसपरिमाणपरमाणवः वायवीयपरमाणवः च एते चत्वारः परस्परं नित्यं भिन्नाः. पार्थिवपरमाणुभिः पार्थिवपदार्थोः उत्पद्यते. पार्थिवपदार्थाः महोदय पार्थिवपदार्थाः उत्पद्यन्ते. जलीयपरमाणुभिः महज्जलम् उत्पद्यन्ते. तत्र पार्थिवपदार्थानां कारणानि पार्थिवपरमाणवः, जलीयपदार्थानां कारणानि जलीयपरमाणवः च. एते भिन्न आश्रेण्यां स्थिताः परमाणवः नित्यं भिन्नाः. भिन्नश्रेण्याम् आश्रेण्यां नास्ति, एते भिन्नश्रेण्यां स्थिताः परमाणवः नित्यं भिन्नाः. भिन्नश्रेण्यां स्थिताः परमाणवः नित्यं भिन्नाः. तत्र अत्र किमपि नास्ति खलु, परमाणवः परस्परं भिन्नाः, परमाणवः नित्यं भिन्नं, परस्परं भिन्नं, तदेव वर्तते. अस्तु अग्रे. तथा च पार्थिवपरमाणुषु रूपं, रसः, गन्धः, स्पर्शः इत्येते गुणाः सन्ति. ते च न अद्भूताः उद्भूताः इत्यस्मात् न गृह्यन्ते अस्माभिः. तथैव जलीयपरमाणुषु रूपं, रसं, स्पर्शश्च इत्येते गुणाः भवन्ति. तेजसः परमाणुषु रूपं, स्पर्शं, रूपं स्पर्शश्च भवतः. वायौ स्पर्शः इति गुणा वर्तते. अतः कस्यचित् पार्थिवपरमाणोः रक्तरूपं, कस्यचित् श्वेतरूपं, कस्यचित् कृष्णरूपं. सर्वेषु पार्थिवपरमाणुषु रूपं पाकवशात् उत्पद्यते, नश्यति च. अतः एतदा उदाहरणेन अपि एतद् आधारेण अपि पार्थिवपरमाणवः भिद्यन्ते. एकस्य परमाणोः एकः गन्धः अपरस्य पुनः अन्यः गन्धः. परमाणवः द्रव्याणि, तस्मात् तेषु गुणाः भवन्त्येव. गन्धवती पृथ्वी इत्यस्ति किल, पार्थिवपरमाणुः अपि पृथिवी. तत्र तर्हि अहं प्रश्नं पृच्छामि, तस्य उत्तरं वदतु महोदय. तर्हि इदानीं पार्थिवपरमाणुः जलपरमाणुः अनयोः मध्ये कः भेदः? अस्मिन् परिच्छेदे यदुक्तं तत् आधारीकृत्य वदतु. पार्थिवपरमाणुषु रूपरसगन्धं स्पर्शं चत्वारि गुणाः सन्ति. जलपरमाणुः तस्य रूपं रसं गन्धं त्रयो त्रीणिषु गुणेषु वर्तते महोदय. अस्तु, बहु समीचीनं. तर्हि पार्थिवपरमाणुषु चत्वारः गुणाः, चत्वारः गुणाः एव इति नास्ति, किन्तु एते चत्वारः गुणाः लभ्यन्ते, किन्तु जलपरमाणुषु गन्धः न लभ्यते. न लभ्यते गन्धः इति भवता उक्तं, तद्दोषाय गन्धः न लभ्यते. गन्धवती गन्धः केवलं पार्थिवपरमाणुषु एव लभ्यते. आं महोदय, रूपं रसं स्पर्शमेव वर्तते. सत्यम् इति तयोः मध्ये इदानीं भेदः. अपि च द्वितीयप्रश्नः, द्वयोः पार्थिवपरमाणोः मध्ये कः भेदः? द्वयोः पार्थिवपरमाणोः मध्ये भेदः नास्ति महोदय. भेदः नास्ति चेत् कथं वा तयोः मध्ये संयोगः भवति? भेदः अस्ति, अस्मिन् परिच्छेदे लिखितमस्ति. आम् आम् महोदय, धन्यवादः. आम् भिन्नम् अवश्यं भिन्नम् अस्ति. तत् स्वीकृत्य उत तत्र संयोगं दृढुणुकं जायते इत्यादि. आम् आम् महोदय, भेदः अस्ति, पृथक्त्वमपि अस्ति, किन्तु कथं कथं निरूपयामः एषः परमाणुः पार्थिवपरमाणुः अन्येभ्यः अन्यात् पार्थिवपरमाणोः भिद्यते पृथक् इति कथं वक्तुं शक्यते? आं महोदय, कथं वदतु. तत्र तर्कशास्त्ररीत्या न न, अत्र परिच्छेदे लिखितमस्ति, तद् आधारीकृत्य एव अहं प्रश्नं पृच्छामि. परिच्छेदे किं लिखितमिति वदतु. तस्य परिच्छेदः अत्र वाक्यमस्ति खलु, एकस्य परमाणोः एकः गन्धः, अन्यस्य पुनः अन्यः गन्धः. ओ आं महोदय, तर्हि तयोः परमाणोः मध्ये गन्धः भिद्यते इति कृत्वा एकः एकस्मिन् परमाणौ सुगन्धः अस्ति इति चिन्तयतु, अन्यस्मिन् परमाणौ दुर्गन्धः अस्ति इति चिन्तयतु. आम्, तर्हि इदानीं द्वयोः परमाणोः मध्ये भेदः साधितः खलु, गन्धं स्वीकृत्य. अवश्यम्. आम् आं महोदय, अवश्यं साधितम्. अस्तु, अनन्तरं तृतीयः विषयः अपि अस्मिन् परिच्छेदे उक्तम्. इदानीं पार्थिवपरमाणुषु तत्र पार्थिव द्रव्येषु भिन्नभिन्नरूपं दृश्यते. आम्, श्वेतरूपं, कृष्णरूपम् इति, रक्तरूपम् इति. आम् आम्, तादृशरूपाणि केन जायते इति अस्मिन् परिच्छेदे लिखितं, तस्य उत्पादनं कथं भवति इति अस्मिन् परिच्छेदे लिखितम्. उत्पत्तिसमये एव जायते महोदय. न न, कथं, कारणं किम्? कारणं तत् पृथिवीरूपं नीलं चेत् नीलघटं स्थापयति, रक्तम् इति चेत्. अस्मिन् परिच्छेदे किमपि लिखितं, तद् आधारीकृत्य एव अहं पृच्छामि. यदि यदि भवता अवगतं तर्हि अस्य उत्तरं अस्मिन् परिच्छेदे किं लिखितमस्ति तद् आधारीकृत्य वक्तव्यं. धन्यवादः. अतः कस्यचित् पार्थिवपरमाणोः रक्तरूपं, कस्यचित् एकनिमिषरूपम्. अस्तु, भवान् चिन्तयतु, मेहुल् महोदय किञ्चित् सहायं करोतु. सर्वेषु पार्थिवपरमाणेषु रूपं आगवशात् उद्बुद्धि. किं प्रश्नः किं महोदय? द्वय तत्र पार्थिवपरमाणुषु रूपं आम् कथं जायते? ओ, पक् पाकवशात् उत्पद्य. बहु समीचीनं, पाकवशात्. पाकवशात् पाकवशात् इत्युक्ते किम् इति प्रतिपादयति वा, इत्युक्ते तस्य अर्थः कः? आम् आम्, यदि मृत्तिका इति पश्यामः चेत् अथवा घटं पश्यामः चेत् यदि अग्नि समीपम् आगच्छति चेत् तस्य रूपं परिवर्तनं भवति, घटस्य रूपस्य परिवर्तनं भवति इति एकम् उदाहरणम्. अतः पार्थिवपरमाणुषु यदि वह्निः समीपम् आगच्छति चेत् अथवा अन्यत् किमपि भवति वातावरणं परिवर्तनं भवति चेत् तस्मिन् रूपस्य अपि परिवर्तनं भवति इति. तर्हि पाकः इत्युक्ते किं? पाकम् इत्युक्ते पाकक्रियां करोमि इत्युक्ते किम्? आङ्ग्लभाषायां रैपण्ड् इति अस्ति खलु, तदेव. किन्तु अग्निना सह संयोगः, तदेव पाकक्रिया. आं पाकक्रिया. अहं पाकं करोमि इत्युक्ते किम्? अग्निना सह संयोगः कारयामि तावदेव. ऐ एम् पुटिङ्ग् सम्थिङ्ग् आन् फैर् दट्स् आल्. अस्तु, तेन एव तत्र भिन्नभिन्नरूपाणि पार्थिवद्रव्येषु जायते इति अस्मिन् परिच्छेदे उक्तं, पाकवशात् उत्पद्यते नश्यति च. अस्तु, तर्हि इतोपि किञ्चित् निमिषद्वयं स्वीकृत्य एतत् करपत्रं समापयामः. अस्तु, तर्हि मेहुल् महोदय भवानेव पठतु. अधुना पुस्तकत्वं ततः सत्यम्. अधुना पुस्तकत्वं घटत्वम् इत्यादिकं किन्तु परमाणुषु न भवति. द्रव्यत्वव्याप्यव्याप्यजातिः परमाणुषु नाङ्गीक्रियते. द्रव्यत्वव्याप्यं पृथिवीत्वं, तद्व्याप्यं भवति घटत्वपटत्वादिकं. द्रव्यत्वव्याप्यव्याप्यजातिः घटत्वपटत्वजातिः, सा जातिः परमाणुषु नाङ्गीक्रियते. अतः अत्र वयं जानीमः परमाणुषु किमपि जातिः नास्ति, तत्र धर्मः नास्ति. पुस्तकत्वं घटत्वम् इत्यादिकं धर्माः परमाणुषु न भवति. तत्र यत् द्रव्यत्वम् इति जातिः अस्ति, ते जातिः तज्जातिः परमाणुषु न अङ्गीक्रियते इति वयं जानीमः. परमाणुषु किमपि जातिः नास्ति. द्रव्यत्वव्याप्यव्याप्यजातिः परमाणुषु नास्ति. द्रव्यत्वं कुत्र अस्ति? तर्हि पृथिवीत्वम् इति पृथिव्यां द्रव्यत्वम् अस्ति. अतः द्रव्यत्व पृथिवीत्वं व्याप्यमस्ति. अपि च अत्र द्रव्यत्वव्याप्यम् इति पदमस्ति खलु? आम् आम्, द्रव्यत्वव्याप्यं पृथिवीत्वं, द्रव्यत्वव्याप्यम् इति समस्तपदमस्ति. तस्य विग्रहवाक्यं वदतु. द्रव्यत्वेन व्याप्यं पृथिवीत्वं. हा, बहु समीचीनं. तृतीय तत्पुरुषसमासः द्रव्यत्वेन व्याप्यं. तर्हि व्यापकः अस्ति द्रव्यत्वं, व्याप्यमस्ति पृथिवीत्वं. यत्र यत्र पृथिवीत्वं तत्र सर्वत्र द्रव्यत्वं. किन्तु यत्र यत्र द्रव्यत्वं तत्र सर्वत्र पृथिवीत्वम् इति नास्ति. सम्यक्. जलीयपरमाणुषु अपि द्रव्यत्वमस्ति किन्तु पृथिवीत्वं नास्ति, जलीयत्वमेव अस्ति तत्र. तदेव अग्रे अग्रे अपि परम्परया तद् व्याप्यं भवति घटत्वपटाद्विकम् इत्युक्ते पृथिवीत्वव्याप्यं भवति घटत्वपटत्वादिकम् इति. घटत्वे पटत्वे पृथिवीत्वम् अस्ति इति, घटे पटे पृथिवीत्वम् अस्ति इति. अपि च द्रव्यत्व अतः द्रव्यत्वव्याप्यव्याप्यजातिः अथवा घटत्वपटत्वजातिः, सा जातिः परमाणुषु नास्ति इति अत्र दत्तं. परमाणुषु समीचीनं. तर्हि द्रव्यत्वव्याप्यव्याप्यजातिः इत्यस्य एकः उदाहरणं वदतु. द्रव्यत्वव्याप्यव्याप्यजातिः इत्युक्ते किम्? द्रव्यत्वव्याप्यव्याप्यजातिः इत्युक्ते किमिति अहं न अवगच्छामि. न, भवान् अवगच्छति एव, किन्तु तादृशं चिन्तितम् अत्र लिखितमस्ति खलु महोदय. द्रव्यत्वव्याप्यव्याप्यजातिः घटपटत्वजातिः. तर्हि घटत्वं द्रव्यत्वव्याप्यव्याप्यजातिः किम् इति चेत् घटत्वम् इति उक्तं. द्रव्यत्वव्याप्य पृथिवीत्वं, पृथिवीत्वव्याप्य घटत्वम्, अतः द्रव्यत्वव्याप्यव्याप्यम् इति तावदेव घटत्वं. घटत्वं पृथ्वीत्वेन व्याप्तं व्याप्तमस्ति. पुनः पृथ्वीत्वं द्रव्यत्वेन व्याप्तमस्ति इति कृत्वा द्रव्यत्वव्याप्याव्याप्यजातिः घटत्वम् अथवा पटत्वं. सत्यं. सा जातिः परमानुषिण अङ्गीक्रियते. अग्रिममपि पठित्वा समापयतु. आम् आम् किन्तु परमाणुषु रूपाद्यारभ्य गुणाः भवन्ति. पृथिव्यां ये गुणाः सन्ति ते सर्वे पार्थिवपरमाणुषु अपि भवन्ति. नो चेत् द्व्यणुके कथं वा रसः स्यात्, त्र्यणुके कथं वा स्यात्, अवयवगुणेन अवयविषु गुणाः क्वचित् पाकवशात् अपि गुणाः भवन्ति. केवलं पार्थिवद्रव्ये पार्थिवपरमाणुषु गुणाः न नित्याः, पाकवशात् उत्पद्यन्ते. अपरेषु परमाणुषु गुणाः नित्याः. अस्तु, अत्र परमाणुषु रूप आरभ्य रूपादि रूपरसगन्धस्पर्श इति सर्वे गुणाः परमाणुषु भवन्ति. अपि च पार्थिवपरमाणुषु भवन्ति. हा, पार्थिवपरमाणुषु भवन्ति. पृथिव्यां ये गुणाः सन्ति ते सर्वे पार्थिवपरमाणुषु अपि भवन्ति. अथवा नास्ति चेत् द्व्यणुके रसः कथम् अस्ति अथवा त्र्यणुके कथम् अस्ति इति प्रश्नः आगच्छति. अतः सिद्धान्तः अस्ति अवयविषु अवयवगुणेन गुणाः सन्ति. तत् सिद्धान्तः अत्र. परन्तु पार्थिवद्रव्ये अन्यत् अपि वक्तव्यं. किम् इत्युक्ते पाकवशात् अपि अन्यत् गुणाः भवितुम् अर्हन्ति, पाकवशात् आगच्छन्ति. अतः पार्थिवपरमाणुषु गुणाः नित्यः नास्ति, पाकवशात् ते उत्पद्यन्ते. परन्तु अपरेषु अथवा इत्युक्ते अन्यत् परमाणुषु गुणाः नित्याः एव, पार्थिवपरमाणुषु गुणः नित्यः नास्ति इति अत्र अस्ति. इत्युक्ते अत्र मुख्यवार्ता द्वयमस्ति. प्रथमं तु अनुमानमस्ति, अवयविनि विद्यमानधर्माः सर्वे अवयवे भवेत्. नो चेत् कथं वा अवयविनि भवति इति पृष्ट्वा तत्र अनुमानं कर्तुं शक्यते. यावत् द्रष्टुं शक्यते, प्रत्यक्षं कर्तुं शक्यते, तत्र प्रत्यक्षेण वक्तुं शक्यते. यत्र द्रष्टुं न शक्यते परमाणुषु तत्र अनुमानेन वक्तव्यं. कार्ये विद्यमान सर्वे धर्माः कारणे भवेत् इति एकः नियमः. अपि च कारणे इदानीम् अन्ततो गत्वा अन्तिमकारणमस्ति परमाणु, परमाणवः नित्याः. तर्हि तत्र सर्वे गुणाः नित्यत्वेन भवति वा इति चेत् न. केचन गुणाः नित्यत्वेन सन्ति, अन्ये गुणाः जायन्ते, उत्पद्यन्ते. यथा द्वयोः परमाणोः मध्ये संयोगः जायते. इदानीं संयोगः कुत्र अस्ति? परमाणोः अस्ति. द्वयोः परमाणोः संयोगः अस्ति, किन्तु नित्यत्वेन अस्ति वा? न. तथा रूपमपि परमाणुषु, पार्थिवपरमाणुषु, तत्र नीलरूपम् आदौ एव अस्ति. नीलरूपपार्थिवपरमाणु स्वीकृत्य एव तत्र नीलरूपघटः निर्मातुं शक्यते इति नास्ति. यदा पाकं कुर्मः, अग्निना सह संयोगः कुर्मः, तदा परिवर्तनमपि भवति, नूतनरूपमपि उत्पद्यते केवलं पार्थिवपरमाणुषु. अन्ये जलीय तैजसपरमाणुषु एकमेव रूपमस्ति खलु. तत्र जलीयपरमाणुषु अभास्वरशुक्लरूपमेव अस्ति, तैजसपरमाणुषु भास्वरशुक्लमेव रूपमेव अस्ति इत्यतः तत्र नित्यम् इति वक्तुं वदामश्चेत् किमपि क्लेशः नास्ति इति बोधः. अस्तु, समयः जातः, अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादः. महोदय,